पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 163 महादेव उवाच तीर्थानां प्रवरं तीर्थं महापादकनाशनं गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः यानि कानि च पापानि ब्रह्महत्या समानि च गोतीर्थे तु ततः स्नात्वा नश्यन्ते नात्र संशयः गाहकृष्णां तनुं प्राप्य पूर्वपादकयोगतः यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः तत्र तीर्थे नरस्नात्वा दत्त्वा गोभ्यो गवाह्निकं गोमातॄणां प्रसादेन मातॄणा मानृणी भवेद् गोतीर्थे तु नरो गत्वा स्नात्वा गान्धुपयस्विनीं ददादि विप्रमुखेभ्यः सयादिब्रह्मणः पदम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे साभ्रमदीमाहात्म्ये गोतीर्थं नाम 63 शततमोऽध्यायः ॐ